गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् शाब्दबोधः इत्यस्मिन् प्रकरणे स्मः तत्र सामग्र्यः चतस्रः आवश्यकः इति अस्माभिः अधीतम् तत्र प्रथमं पदज्ञानम् इति सामग्री यावत्पर्यन्तं पदज्ञानं नास्ति तावत्पर्यन्तं शाब्दबोधः न जायते तर्हि पदज्ञानम् इत्युक्ते किम् इति चेत् केवलं पदपदयोः मध्ये या शक्तिः अस्ति या शक्तिः ईश्वर इच्छायाः विषयः अस्ति तस्य ग्रहणम् इति केवलं न किन्तु तत्र पदयोः मध्ये तत्र कारकत्वं विशेषणत्वं विशेष्यत्वं मुख्यविशेष्यः कः तत्रापि विशेषणत्वे सामान्यविशेषणं तत्र क्रियाविशेषणं कारकविशेषणं क्रियाविशेषणम् इति एतत् सर्वं पदज्ञाने पदज्ञानम् इत्यस्यां सामग्र्याम् अन्तर्भूतमस्ति तर्हि इदानीं मयि पदज्ञानं वर्तते इति कृत्वा शाब्दबोधः जायते वा इति चेत् न इतोपि आकाङ्क्षा योग्यता सन्निधिः इति किमर्थव्यं तिस्राम् इति वा सामग्र्याम् आवश्यकता अस्ति एव अस्तु तत्र आकाङ्क्षानिरूपणम् इत्यत्र स्मः तर्हि आकाङ्क्षा नाम का इति चेत् लक्षणवाक्यम् आसीत् पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति तर्हि दलद्वयमपि आवश्यकम् यदि शाब्दबोधजनकत्वम् एव आकाङ्क्षा इति आसीत् तर्हि मघवा देवानां राजा इत्यत्र मघवा इति शब्देन मघवन् इति प्रातिपदिकस्य इन्द्रः इति अर्थः इति येन न ज्ञातम् तेन मघवादेवानां राजा इति वाक्यस्य अर्थबोधः शाब्दबोधः न प्राप्यते तर्हि इदानीम् अत्र मघवा अथवा मघवादेवानां राजा इति वाक्ये शाब्दबोधजनक अजनकत्वमस्ति तर्हि अत्रापि आकाङ्क्षायाः लक्षणं पतति तर्हि अतिव्याप्तिः भवति किन्तु अत्र मघवादेवानां राजा इत्यत्र आकाङ्क्षा नास्ति इति न वक्तव्यम् अत्र तु आकाङ्क्षा अस्ति एव तर्हि पदान्तरव्यतिरेकप्रयुक्तं तादृशशाब्दबोध अजनकत्वं तर्हि पदान्तर अव्यतिरेकप्रयुक्तम् इति विशेषणं तस्य शाब्दबोध अजनकत्वम् इत्यस्य सामान्यशाब्दबोध अजनकत्वम् इति न किन्तु पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् आकाङ्क्षा तर्हि दलद्वयमपि आवश्यकम् इति उक्तं तत्रैव प्रकृते अपि अत्र 314 पुटे द्वितीयपरिच्छेदः तत्र अन्तिमवाक्यम् एवमासीत् प्रकृते अपि शाब्दबोधजनकत्व अभावः अभावरूपत्वात् नित्यः अपि पदान्तरे सति न प्रतीयते पदान्तर अभावे सति प्रतीयते इति सः पदान्तर अभावप्रयुक्तः इत्युच्यते इति तावत् अस्माभिः अधीतं तर्हि इदानीम् अग्रे पठेम तदनन्तरं अत्र निगमनमपि कुर्मः अस्तु मेहुल् महोदय आरब्धं करोति वा एवञ्च आम् महोदय एवञ्च पदान्तरव्यतिरेकः एव यत्र पदनिष्ठशाब्दबोधजनकत्वाभावे प्रयोजको भवति तदा ते द्वे पदे परस्परं साकाङ्क्षे इति उच्यते पदान्तरव्यतिरेकः अन्यस्य पदस्य अभावः अस्तु अत्र पदान्तरव्यतिरेकः एव यत्र शाब्दबोधजनकत्व अभावस्य प्रयोजकः भवति तदा अत्र परस्परं साकाङ्क्षा अस्ति इति वक्तुं शक्नुमः. द्वे पदे आकाङ्क्षा अस्ति अथवा पदद्वयमपि परस्पर साकाङ्क्षायुक्त अस्ति इति वक्तुं शक्नुमः. अत्र पदान्तरव्यतिरेकः इत्यस्य अर्थः अन्यस्य पदस्य अभावः इति मन्ये. तर्हि व्यतिरेकः इति पदस्य अर्थः कः? अभावः इति. हा, पदान्तरव्यतिरेकप्रयुक्तम् इत्युक्ते पदान्तर अभावप्रयुक्तम्. पदान्तर अभावप्रयुक्तम् इत्युक्ते किम्? इत्युक्ते एकमेव पदमस्ति, अन्यत् पदं नास्ति. अत्र एकं पदं श्रुत्वा तत्र किमपि बोधः न जायते. तादृश पदान्तरव्यतिरेकयुक्तपदमस्ति चेद् अपि शाब्दबोधः न जायते. परन्तु तदेव एकं दलं लक्षणवाक्ये. अन्यत्तु शाब्दबोधजनकत्वाभावः इति. एकम् उदाहरणं वदति वा? अस्तु, वयं दृष्टवन्तः खलु. अत्र ईश्वरः इति अस्ति, केवलम् एकमेव पदमस्ति. तर्हि तेन तस्मात् परे कोऽपि अन्यत् पदं नास्ति, अन्यस्य पदस्य अभावः अस्ति. तर्हि तेन किमपि शाब्दबोधः न जायते. यतोहि तत्र पदान्तरव्यतिरेकप्रयुक्तं पदमस्ति. न, ईश्वरः इति पदं श्रुत्वा अत्र आकाङ्क्षा अवशिष्टा अस्ति, इत्युक्ते कस्य कस्य अथवा कः इति खलु. प्रथमं कः? सत्यं. यस्मिन् ईश्वरत्वमस्ति सः ईश्वरः. किन्तु प्रथमं तत्र कः इति प्रश्नः उदेति. रामः इति वदामश्चेत् इतोपि पुनः प्रश्नः उदेति, कस्य इति. तर्हि तादृश अत्र साकाङ्क्षिकपदाः पदानि वक्तव्यानि भवन्ति. भवतु, अत्र इतोपि किञ्चित् चिन्तनीयमस्ति. यद्भवता उक्तम् अत्र केवलं पदान्तरव्यतिरेकप्रयुक्तम् इत्युक्ते पदान्तर अभावप्रयुक्तं प्रयुक्तं शाब्दबोध अजनकत्वम् इत्युक्ते किमपि शब्दं श्रुत्वा शाब्दबोधः न जातः. किन्तु तस्य कारणं किं, शाब्दबोधः किमर्थं न जातम् इति चेत् पदान्तर अभावः अस्ति, इत्युक्ते अन्यत् पदं न उक्तम् इति कृत्वा शाब्दबोधः न जातः. ईश्वरः इति तावदेव यदि अहं वदामि तर्हि तत्र ईश्वरः इति पदस्य अर्थः अर्थबोधः तु जातः. किन्तु ईश्वरः किमर्थम्, केवलम् ईश्वरः इति भवान् वदति, सः कः इति प्रश्नः उदेति. पुनः तत्र सिंहः इति यदि अहं वदामि तत्र तथापि आकाङ्क्षा न पूरिता. सिंहः ईश्वरः वा, केषाम् इति प्रश्नः उदेति. तर्हि प्राणिनां, वने प्राणिनाम् इत्युक्ते मम गृहे गौः अस्ति, तस्यापि ईश्वरः सिंहः अस्ति किम् इति चेत् न. वने उष्यमानाः उष्यमानानां प्राणिनाम् इति. तर्हि एवं यावत्पर्यन्तम् आकाङ्क्षा न पूरिता भवति तावत्पर्यन्तं पदान्तराणि वक्तव्यानि एव इति कृत्वा इदानीं वने उष्यमानानां प्राणिनां राजा ईश्वरः सिंहः इति एतेषां पदे एतेषां सर्वेषां पदानाम् आवश्यकता अस्ति, नो चेत् आकाङ्क्षा न पूरिता भवति खलु. तर्हि केवलम् अत्र ईश्वरः इति पदं श्रुत्वा अथवा सिंहः ईश्वरः इति पदानि श्रुत्वा अथवा प्राणिनाम् ईश्वरः इति श्रुत्वा तत्र सम्पूर्णशाब्दबोधः न जातः. इत्युक्ते मम विवक्षा किम्, यदा अहम् ईश्वरः इति उक्तवान् मम विवक्षा का इति चेत् सिंहः एव सिंह सिंहे एव मम विवक्षा अपि च कीदृशसिंहः इत्युक्ते प्राणिनाम् ईश्वरः यः सिंहः तत्र विवक्षा कुत्र उष्यमानानां प्राणिनाम् इति चेत् केवलं वने एव इति तादृशविवक्षा अस्ति किन्तु यावत्पर्यन्तम् एतत् सर्वम् अहं न वदामि तावत्पर्यन्तं मम विवक्षा न उक्ता भवति प्रतिपादिता न प्रतिपादिता भवति इति कृत्वा तर्हि इदानीं शाब्दबोधः न जातः यदि कोऽपि पृच्छति हा अहं केवलम् ईश्वरः इति वदामि भवता अवगतं किम् इति चेत् अहं वदामि हा ईश्वरः इति पदस्य अर्थः अहं जानामि किन्तु किमर्थम् ईश्वरः इति वदति न बुध्यते अस्तु कः ईश्वरः सिंहः ईश्वरः हे भोः कथम् ईश्वरः सिंहः भवति ईश्वरस्तु रामः वा कृष्णः वा भवति कथम् ईश्वरसिंहः न अवबुध्यते तर्हि सर्वत्र अहं न अवबुध्यते न अवबुध्यते इति वदामि खलु तर्हि शाब्दबोध अजनकत्वम् अस्ति तर्हि यावत्पर्यन्तं मया न सर्वं तत्र विवक्षा सम्पूर्णतया न प्रतिपादिता निस्सन्देहं यावत्पर्यन्तं शाब्दबोधः न जायते तावत्पर्यन्तम् अत्र आकाङ्क्षा न पूरिता इति कृत्वा आकाङ्क्षा सामग्री भवति शाब्दबोधार्थम् इति अवगन्तव्यम् अस्तु अग्रे पठतु महोदय कथम् कथं हि अयं पदान्तरव्यतिरेकः पदान्तरनिष्ठशाब्दबोधजनकत्वाभावे प्रयोजको भवति उच्यते घटयोगः अम् इति पदाभ्यां जायमानं घटनिष्ठं कर्मत्वम् इति लघुभूतं बोधं तद् विवरणाय स्वीकुर्मः अत्र च घटपदं केनचित् श्रुतं तस्य अस्ति शक्तिग्रहोऽपि तेन घटोपस्थितौ न किञ्चित् बाधकं परन्तु तादृशघटपदोत्तरम् अम् पदं तु न श्रुतं किं भवेत् तस्य घटनिष्ठं कर्मत्वम् इति बोधः नैव अस्तु अत्र पदान्तरव्यतिरेकः इति कथं प्रयोजकः भवति पदान्तरनिष्ठशाब्दबोधजनकत्वाभावं प्रति इति प्रश्नः तर्हि तस्य उत्तरम् अस्ति यत् अत्र घटयोगः अम् इति पदद्वयमस्ति द्वाभ्यां पदाभ्यां नैयायिकानां मतानुसारं चिन्तनं वैयाकरणां मतानुसारं न आं सत्यं सत्यं घट अपि च अम् प्रत्ययं मिलित्वा घटनिष्ठकर्मत्वम् इति बोधः जायते परन्तु अत्र कोऽपि केवलं घट इति एव शृणोति तर्हि तस्य शक्तिग्रहः अपि भवति घट इत्यनेन परन्तु तेन घटोपस्थितौ न किञ्चित् बाधकम् तत् न अवगच्छामि तर्हि परन्तु तादृशघटपदोत्तरम् अम् पदं तु न श्रुतं हा केवलं घट इति एव श्रुतं तर्हि तेन घटनिष्ठकर्मत्वम् इत्यस्य बोधः न जायते तत्तु सत्यं न न भवति एव केवलं घट इति एव श्रुतं किन्तु अस्य वाक्यस्य अर्थः तेन घट उपस्थितौ न किञ्चित् बाधकम् इत्यस्य अर्थः कः अहं मन्ये अत्र घटपदस्य उपस्थिति तेन तेन इत्युक्ते हा शक्तिग्रहेण घटोपस्थितौ न किञ्चित् बाधकम् इति इति अस्ति वा शक्तिग्रहेण इत्युक्ते किम् इतोपि किञ्चित् प्रतिपादयतु इत्युक्ते अत्र घट इति पदं श्रुत्वा घट इति पदार्थस्य बोधः जायते तत्र कोऽपि श्रुत्वा घट घटपदार्थ उपस्थितिः भवति घटपदार्थ उपस्थितौ न किञ्चित् बाधकम् भवत्येव घट इति श्रुत्वा घटपदार्थस्य उपस्थितिः भवति परन्तु अम् पदं न शृणोति चेत् कर्मत्वम् अस्ति तस्मिन् घटे इति बोधः न जायते इति न बोधः जायते किन्तु यदि अहं यदा अहं घट इति उच्चारयन् उच्चारितुम् आरम्भं करोमि तदा तत्र केवलं घट इति उच्चारयति मम विवक्षा नास्ति घटमानय इति बोद्धुं घट इति मया आरब्धम् तर्हि तत्र घट इति अनन्तरं यावत्पर्यन्तम् अम् इति न उच्चारयामि अथवा अम् इति उच्चारयामि चेदपि अन्येन न श्रुतं चेत् तर्हि मम विवक्षा मम विवक्षा न पूरिता भवति खलु. आम् अतः अत्र घट इति श्रुत्वा पदान्तर्निष्ठशाब्दबोधजनकत्व अभावः भवति. तस्य प्रयोजकः अस्ति पदान्तरव्यतिरेकः, इत्युक्ते अम् पदस्य अभावः इति. सत्यं तदेव सत्यं. तर्हि घट इति श्रुत्वा घट घट घटपदार्थ उपस्थितिः जाता, किन्तु मम विवक्षा का? घटमानय खलु. तर्हि केवलं घटमानय इत्यत्र केवलं घट इति श्रुत्वा अन्यत् किमपि न शृणोति चेत् घट इति पदस्य अर्थः ज्ञातः, किन्तु सः घटं न आनयति. किमर्थम् इति चेत् शाब्दबोधः न जातः इति कृत्वा. अस्तु अग्रे. नहि घटेन घटाय घटात् इत्यादि घटपदोत्तरवर्ति टा णे णसादि प्रत्ययश्रवणे अपि कर्मत्वं घटनिष्ठम् इति सम्भवति बोधः. अतः आगतः घटपदे शाब्दबोधजनकत्वाभावः, स च पदान्तरव्यतिरेकप्रयुक्तोऽपि. पदान्तरम् अत्र अम्पदम्. तदभावात् तज्ज्ञानाभावात् वा घटपदे अन्वयबोधजनकत्वाभावः आगतः. अतः एतादृशबोधजनने घटपदम् अम्पदसाकाङ्क्षम् साकाङ्क्षम् इति उच्यते. एवं घटनिष्ठं करणत्वम् इति बोधजननाय घटपदं टाप्रत्ययश्चावश्यकौ. अस्तु, अत्र यथा अत्र घटम् इति पदद्वयमस्ति, तथैव अत्र घटेन घटाय घटात् इत्यादि घटपदस्य अनन्तरं ये टा णे णसादि इत्यादि प्रत्ययाः सन्ति तेषां श्रवणे अपि घटनिष्ठं कर्मत्वम् अस्ति इति बोधः सम्भवति. हा अस्तु, अतः घट केवलं घट इति इत्यस्मिन् पदे शाब्दबोधः सम्भवति वा न सम्भवति वा? कर्मत्वम् इत्यस्य न सम्भवति इति मन्ये, यतोहि घटम् इति एव न वाक्यस्य आरम्भे न इति अस्ति खलु. न सत्यं, तर्हि घटेन घटाय घटात् केन सह अन्वयः? न सम्भवति बोधः इति. अत्र इत्युक्ते अत्र यदा घटम् इति न शृणोति, परन्तु घटेन घटाय घटात् इत्यादि यदा पदान् अत्र पदानि शृणोति चेत् अपि घटनिष्ठकर्म कर्मत्वम् इत्यस्य बोधः न सम्भवति, यतोहि घटम् इत्यत्र एव घटनिष्ठकर्मत्वम् इति अस्ति. घटम् इत्यस्मिन् पदयोः मध्ये एव केवलं घटेन घटाय घटात् घटस्य घटे एतादृश पदानि श्रुत्वा अपि घटनिष्ठकर्मत्वस्य बोधः न जायते, न सम्भवति एव. अतः घटपदे शाब्दबोधजनकत्वाभावः आगतः. अपि च किमर्थं तत् घटपदे शाब्दबोधजनकत्वाभावः अस्ति इत्युक्ते सः इत्युक्ते घटपदम् इति पदान्तरव्यतिरेकप्रयुक्तम् अस्ति, इत्युक्ते अन्यत् पदम् अन्यत्पदस्य अभावः अस्ति. तर्हि अन्यत्पदं किम् इत्युक्ते अम् पदम् इति. केवलं घट इति एव शृणोति चेत् तत्र पदान्तरव्यतिरेक प्रयुक्त अस्ति तत्पदम्, अतः तस्मिन् शाब्दबोधन बोधजनकत्वा भावः अस्ति. तर्हि एकनिमिषं महोदय, अत्र भवता अवगतं वा इति न जाने. तर्हि अत्र वक्त्रा किमुक्तम् अस्मिन् परिच्छेदे, यद्विषयः यः विषयः चिन्तितः तत्र वक्त्रा किमुक्तम्? पूर्वस्मिन् परिच्छेदे घट इति उक्तम् वक्त्रा खलु. सत्यं. तर्हि तत्र घट इति तावदेव वक्त्रा उक्तं चेत् तस्मादुपरि अम् इति यावत्पर्यन्तं न उक्तं, यद्यपि घट इति पदं श्रुत्वा घटपदार्थस्य उपस्थितिः भवति, किन्तु अम् इति पदं यावत् न उच्यते तावत् घटे विद्यमानकर्मत्वं न अवबुध्यते इति कृत्वा अत्र बोधः न जायते इति उक्तम्. एवम् अस्मिन् परिच्छेदे वक्त्रा किमुक्तम्? अत्र वक्त्रा घटेन घटाय घटात् इत्यादि पदानि उक्तम्. अस्तु, तर्हि इदानीं घटेन इति मया उक्तं, भवता श्रुतं, तर्हि किं बोधः जायते? करणत्वस्य बोधः जायते, घटनिष्ठकरणता इत्यस्य बोधः जायते, न तु घटनिष्ठकर्मत्वम् इत्यस्य। कस्य बोधः जायते, कस्य बोधः न जायते? घटनिष्ठ करणत्वम् इत्यस्य बोधः जायते, न तु घटनिष्ठकर्मत्वम् इत्यस्य। किन्तु तद् मम विवक्षा नास्ति, तर्हि क्लेशः कः? घटनिष्ठकरणत्वं बोद्धुमेव घटेन इति पदं मया प्रयुक्तं खलु? तत्तु समीचीनं, तत्तु समीचीनं। तर्हि अत्र आकाङ्क्षा नास्ति इति किम्? न, परन्तु अत्र केवलम् अत्र प्रथमवाक्ये तदेव उक्तमस्ति, घटनिष्ठकर्मत्वम् इत्यस्य बोधः न सम्भवति यदा घटेन, घटाय, घटात् इत्यादि घटपदोत्तरवर्ती अप्रत्ययान् श्रुत्वा अपि कर्मत्वस्य बोधः न सम्भवति इति प्रथमवाक्ये दत्तमस्ति। समीचीनं, समीचीनम्। अस्तु, तर्हि अत्र घटेन इत्यत्र घटयोगः टा इति पदद्वयम् उक्तम्, अत्र टा इति पदान्तरमपि अस्ति, तर्हि अत्र पदान्तरव्यतिरेकप्रयुक्तं नास्ति। नास्ति, नास्ति, सत्यं, पदान्तरमस्ति खलु, पदान्तरं न इति प्रायः न वक्तव्यं, पदान्तरमस्ति घटेन इति इदानीं मया उक्तं, तत्र घटयोगः टा इति घटस्य उपरि पदान्तरमस्ति, टा इति पदान्तरमस्ति, तथापि यदि कर्मत्वं मया विवक्षितं तदा घटेन इति श्रुत्वा घटान् पदान्तरेण सह घटपदं श्रुत्वापि अर्थबोधः जायते किम्? न, न जायते, शाब्दबोधं जायते खलु। आम् आम्, सत्यम्। तर्हि अत्र केवलं पदान्तरव्यतिरेकप्रयुक्तम् इत्युक्ते पदान्तर अभावप्रयुक्तम् इति, इदानीं पदान्तर अभावः अत्र नास्ति इत्युक्ते पदमस्ति। आम् आम्, सत्यम्। तर्हि अत्र पदान्तरव्यतिरेकप्रयुक्तम् इत्युक्ते केवलं पदान्तरप्रयुक्तम् उचितपदान्तरप्रयुक्तम्। उचित यत् यत् विवक्षा अस्ति तस्य अनुतम अनुसृत्य समीचीनं पदान्तरव्यतिरेक भवेत्, अन्यथा विवक्षा न भवति। तर्हि अत्र लक्षणस्य इतोपि किञ्चित् परिष्कारः कर्तव्यः। पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति प्रथमं शाब्दबोध अजनकत्वम् इति उक्तं, तत्र मघवा इत्यत्र अतिव्याप्तिः भवति इति कृत्वा पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति उक्तम्। तर्हि केवलं तावदेव वदामश्चेत् घटेन इत्यत्र अतिव्याप्तिः भवति इति कृत्वा उचितपदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इतोपि एकं दलं योजनीयम्। अत्र ग्रन्थकारेण तादृशं न उक्तम् उचित इति, किन्तु अतः एव अत्र मूले इदानीं यद् उदाहरणं दत्तमस्ति इति पश्यतु, गौः, अश्वः, पुरुषः, हस्ति, तर्हि गौः इति पदं श्रुत्वा गोपदस्य उपस्थितिः, गोपदार्थस्य उपस्थितिः भवति। इदानीं तस्मात् अनन्तरम् अश्वः इति पदमस्ति, तर्हि पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति अत्र नास्ति, सत्यं, किन्तु उचितपदान्तरं नास्ति। सत्यं, गौः इत्यस्य अनन्तरं गाम् आनय, तत्र अम् इति पदं प्रायः अपेक्षितः यदि कर्मत्वं मया विवक्षितम्, विवक्षा अस्ति चेत्, सत्यं, हा, किन्तु तत्र केवलं गौः इति उक्त्वा तदनन्तरम् अश्वः इति वदामि चेत् न अवबुध्यते। तर्हि कथम् इति चिन्तयन्तु सर्वे, अत्र 314th पेज् मध्ये द्वितीयपरिच्छेदे अत्र कस्य दलस्य सार्थक्यम् इति चेत् पदान्तरव्यतिरेकप्रयुक्तम् इति दलस्य आवश्यकता अस्ति इति उक्तम्, तदेव अत्र कथं हि अयं पदान्तरव्यतिरेकः इति इत्यस्मिन् परिच्छेदे अपि उक्तम् अम् इति पदं स्वीकृत्य। अस्मिन् परिच्छेदे स च पदान्तरव्यतिरेकप्रयुक्तं, तत्र उचितपदान्तरव्यतिरेकप्रयुक्तम् इति अपि भवेत्, उचितपदं न प्रयुक्तं चेदपि विवक्षितशाब्दबोधः न जायते। घटम् आनय इति मया विवक्षितं, तदेव मम विवक्षा अस्ति, किन्तु घटेन आनय इति यदि अहं वदामि चेत् घटेन मया किम् आनेतव्यं, जलम् आनेतव्यं किम् इति सः पृच्छति. तर्हि जल आनयने मम विवक्षा नास्ति, घटमेव साक्षात् तेन आनेतव्यम् इति कृत्वा उचितपदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् आकाङ्क्षा इति. अस्तु, समीचीनं महोदय, तर्हि इदानीम् अवबुद्धम्. धन्यवादः महोदय. अग्रे सति मम भगिनी पठति किम्? एतत् प्रकरणनिरूपणावसरे अयं च विशेषः अनुसन्धेयः यत् संस्कृतभाषायाः शब्दसाम्राज्यम् अस्ति अत्यन्तं विशालम्. ज्ञानबोधनाय एव बुद्धिः, मनीषा, धिषणा इत्यादयः अनेके शब्दाः सन्ति. तत्र अनेके इत्यत्र नैके इति अपि वक्तुं शक्यते, न एके अनेके, न एके नैके. नैके शब्दाः सन्ति, परन्तु करणत्वबोधनाय अस्ति एक एव ठाप्रत्ययः, तथा च बुद्धिपदं बुद्धिनिष्ठं करणत्वं बोधयितुं प्रत्ययम् अपेक्षते. बुद्धिपदान्तरं यदि न भवति टाप्रत्ययः, न भवति एव बुद्धिनिष्ठं करणत्वम् इति बोधः. अतः अनयोः प्रकृतिप्रत्ययोः मध्ये अपर अभावे सति अन्येन बोध अजननात् साकाङ्क्षत्वम् अस्ति. इदानीं प्रकरणनिरूपणावसरे इति इत्युक्ते आकाङ्क्षा इति विषये अथवा शब्दबोधप्रकरणनिरूपणावसरे इति चिन्तयामि. अयं च विशेषः किम् इत्युक्ते शब्दसाम्राज्यं विशालमस्ति, संस्कृतभाषायाः शब्दसाम्राज्यं विपुलम् अस्ति, एतद् विषयं मनसि भवेत् इति. ज्ञानबोधनाय बहवः पर्यायपदानि सन्ति, बुद्धि, मनीषा, धिषणा इत्यादयः अनेकशब्दाः सन्ति, परन्तु करणत्वबोधनाय अस्ति एका एव ठाप्रत्ययः. ज्ञानबोधनाय बहवः पर्यायपदानि सन्ति, परन्तु करणत्वं बोधयितुम् एकः एव प्रत्ययः वर्तते, ठा इति प्रत्ययः. तथा च बुद्धिपदं बुद्धिनिष्ठं करणत्वं बोधयितुम् इति कृत्वा यदा बुद्धिपदे करणत्वम् इष्यते चेत् निश्चयेन ठाप्रत्ययस्य आवश्यकता अस्ति. ताप्रत्ययस्य आवश्यकता, अपि च केवलं ताप्रत्ययः एव, एकः एव प्रत्ययः. करणयोस्तृतीया इति सूत्रेण तृतीया विभक्तिप्रत्ययः एव योजनीयः. अत्र ज्ञानम् इत्यस्मिन् स्थाने बुद्धि अथवा मनीषा अथवा घिषणा इति एतानि पदानि प्रयुक्तुं शक्यते, ज्ञानं बोद्धुं, किन्तु करणत्वं बोद्धुम् एकः एव प्रत्ययः, ता इति पदम्. अस्तु, अग्रे. तथा च बुद्धिपदं बुद्धिनिष्ठं करणत्वं बोधयितुं ता इति प्रत्ययम् अपेक्षते. पदानन्तरं यदि न भवति ता प्रत्ययः, न भवति एव बुद्धिनिष्ठं करणत्वम् इति बोधः. ठाप्रत्ययस्य अभावे बुद्धिपदोत्तरं ठाप्रत्ययस्य अभावः अस्ति चेत् बुद्धिनिष्ठं करणत्वम् इति बोधः न जायते. अतः अनयोः प्रकृतिप्रत्ययोः मध्ये अपर अभावे सति अन्येन बोध अजननात् साकांक्षत्वम् अस्ति. अनयोः प्रकृतिप्रत्ययोः इत्युक्ते बुद्धि अपि च टा प्रत्ययोः, बुद्धिः इति प्रकृति, टा प्रत्ययः टा इति प्रत्ययः. अनयोः मध्ये एकस्य अभावः अस्ति चेत् अन्येन शाब्दबोधजनकत्वस्य अभावः भवति इति कृत्वा तयोः मध्ये साकांक्षत्वम् इति उक्तमस्ति. उत्तमं. तर्हि इदानीं आकाङ्क्षा नाम का? आकाङ्क्षा इति एका सामग्री आवश्यकी इति उक्तं खलु शाब्दबोध. तर्हि आकाङ्क्षा नाम का इति स्वशब्दैः वदति वा भवती एव? पदयोः मध्ये कश्चन सम्बन्धः अस्ति, तत् पदद्वयोः मध्ये अपेक्षितम् इति चिन्तयामि. उभयोः पदयोः परस्परम् आकाङ्क्षा अस्ति चेदेव शब्दबोधः जायते. अतः एकस्य अभावः अस्ति चेत् शब्दबोधजनकत्वस्य अभावः भवति, तदेव आकाङ्क्षा इति. इतोपि स्पष्टतया वक्तव्यं भगिनि. आकाङ्क्षा नाम का? पदयोः मध्ये तर्हि आकाङ्क्षा कुत्र वर्तते इति चेत् पदयोः मध्ये आकाङ्क्षा वर्तते. तत्तु सत्यं, तत् भवती उक्तवती, तत् सत्यं. किन्तु आकाङ्क्षा नाम का? सम्बन्धः. यदि मम प्रश्नः आकाङ्क्षा कुत्र वर्तते, आकाङ्क्षा इति सामग्री कुत्र वर्तते इति मम प्रश्नः आसीत्, तर्हि द्वयोः पदयोः मध्ये आकाङ्क्षा वर्तते इति उत्तरं समीचीनम्. किन्तु सः मम प्रश्नः नास्ति. आकाङ्क्षा कुत्र वर्तते इति मम प्रश्नः नास्ति. भवतु, आकाङ्क्षा नाम का? सम्बन्धः इति वक्तुं शक्यते वा? केवलं सम्बन्धः इत्युक्ते पतिपत्नीसम्बन्धः अपि सम्बन्धः तादृश नास्ति. शब्दबोधजनकत्वसम्बन्धः इति स च सम्बन्धः कः? सम्बन्धः कः इति अत्र करणत्वम् इति अस्ति, सर्वत्र तद् न वक्तुं शक्यते खलु. तर्हि आकाङ्क्षा नाम का? आकाङ्क्षा कुत्र वर्तते इति चेत् द्वयोः पदयोः मध्ये आकाङ्क्षा वर्तते. समीचीनं. तर्हि आकाङ्क्षा नाम का? यदि सम्बन्धः इति वदति तर्हि कः सम्बन्धः? साकाङ्क्षासम्बन्धः इति वक्तुं शक्यते वा? आकाङ्क्षा नाम का इति चेत् साकाङ्क्षासम्बन्धः इत्यत्र पुनः आकाङ्क्षा इति पदं भवत्या प्रयुक्तं. तर्हि अर्थबोधः न जातः मयि. लक्षणवाक्ये अस्ति पदान्तरव्यतिरेकप्रयुक्तान्वयान् प्रवृत्त अन्वयः. पदान्तर व्यतिरेकप्रयुक्त अन्वय अननुभावकत्वम् इति तस्य अर्थः कः? तर्हि अत्र लक्षणे त्यजतु. इदानीं यदि लक्षणम् अवगतं, लक्षणे तत्र दलसार्थक्यं सर्वं कृत्वा लक्षणस्य परिष्कारः अपि अस्माभिः कृतः. किन्तु सामान्यशब्देन स्वशब्दैः भवद्भिः वक्तव्यं, नो चेत् पाठयितुं न शक्यते खलु. अत्र केवलं बोधजनक बोधजनयित्वा अन्यत् पदस्य अपेक्षा अस्ति, तदेव तदा एव साकाङ्क्षायुक्तपदमस्ति इति वक्तुं शक्नुमः. न, मम प्रश्नः कः? तर्हि तदा एव आकाङ्क्षा नाम का? इति मम प्रश्नस्य उत्तरम् इति उत्तरं दातव्यम्. बोधजननाय अन्यस्य पदस्य आवश्यकता इति एव आकाङ्क्षा. अपर अभावेद सति अन्येन अबोध शब्दबोध अजनकत्वम् तथैव अत्र सामान्यशब्दैः वदतु भगिनी. इदानीम् अहं तु छात्रः, अहं किमपि न जानामि. तर्हि आकाङ्क्षा नाम का? भवती तु शास्त्रं पठन्ती अस्ति, तर्हि इदानीम् एतत् सर्वं भवती पठितवती, अहं तु शास्त्रं न पठितवान्. तर्हि सामान्यशब्दैः आकाङ्क्षा नाम का इति मां बोधयतु. पदद्वयम् अस्ति चेदेव अनयोः मध्ये शब्दबोधः जायते. यदि एकपदस्य अभावः अस्ति चेत् भगिनी यदा अत्र यदा एतादृशं वदति पदद्वयोः मध्ये इति चेत् अत्र उदाहरणम् उक्त्वा प्रतिपादयति. केवलम् अत्र एवमेव वदति चेत् इदानीं घटम् इति पदं स्वीकुर्मः चेत् घटा योगः अम् इति पदं पदद्वयं वर्तते. केवलं खडा इति वदामः चेत् तस्मिन् कर्मत्वम् अस्ति, घटपदनिष्ठकर्मत्वं न कर्मत्वस्य बोधः न जायते. तदा केवलम् अम् इति वदामः चेत् अपि तत्र खडपदनिष्ठ आधेयत्वम् अधिकरणत्वं न अधिकरणत्वस्य बोधः न जायते. केवलं कोऽपि अम् इति वदति किं न वदति, किन्तु म्यूचुरि अस्ति खलु. भवतु, किन्तु यथा भवत्या इदानीं प्रतिपादितं तादृशम् अत्र पाठे न दत्तं. यदि कोऽपि घट इति वदति चेत् यद्यपि घटपदार्थस्य उपस्थितिः भवति किन्तु तस्मिन् कर्मत्वं न अवगच्छामः इति तु सत्यम्. यदि केवलं कोऽपि अम् इति वदति चेत् कोऽपि अम् इति न वदत्येव. किन्तु अत्र अपर अभावे इति दत्तम् इति कृत्वा एव अहं च तादृशं उक्तवती. हा, तर्हि पूर्वस्मिन् परिच्छेदे यत् चिन्तितं तद् भवत्या न अवगतम्. अतः एव मेहुल् महोदयेन पूर्वस्मिन् परिच्छेदे न हि घटेन इत्यत्र वक्त्रा किमुक्तम्? कर्मत्वं एतत् सर्वम् आवक्तव्यम्. अत्र वक्त्रा किम् उच्चारितम्? न हि घटेन कर्मत्वस्य बोधः न जायते. एकमेव पदं वक्तव्यं मम उत्तरस्य, अन्यत् किमपि वदति चेत् मम प्रश्नः अनेव न अवबुध्यते इति भाति. न हि घटात् इत्यस्मिन् परिच्छेदे वक्त्रा किमुक्तम्? बोधः न भवति इति न. मेहुल् महोदय वदतु. तेन इति उक्तम् अथवा घटाय इति उक्तम् अथवा घटात् इति उक्तम्? सत्यं, तावदेव वक्तव्यं सत्यभावी. वक्त्रा इदानीं घटेन तस्मात् पूर्वं कथं हि अयं पदान्तरव्यतिरिक्तः इत्यस्मिन् परिच्छेदे वक्त्रा किमुक्तं? केवलं घट इति उक्तं, घटः अपि नास्ति, घट इति उक्तं, प्रातिपदिकमेव उच्चारितं तेन. इदानीं न हि घटेन घटा घटात् घटाय इत्यस्मिन् परिच्छेदे वक्त्रा किमुक्तम् इति चेत् घटेन इति उक्तम् अथवा घटाय इति उक्तम् अथवा घटात् इति उक्तम्. तर्हि घटेन इति उक्तं चेदपि अर्थबोधः न जायते इति ग्रन्थकारः वदति. कस्य अर्थबोधः न जायते? घटम् इति पदस्य. भगिनि घटेन इति मया उक्तं, तत् श्रुतं भवत्या. तर्हि घटेन इति श्रुत्वा भवत्या प्रथमं किम् अवगतमिति वदतु। घटे करणत्वम् अस्ति इति। उत्तमं खलु। तर्हि मम विवक्षा का? किन्तु मम विवक्षा का? कर्मत्वं भवेत् इति। हा खलु। तर्हि कर्मत्वं वक्तुं मम विवक्षा अस्ति, किन्तु मया तत्र घटम् इति अनुच्चार्य घटेन इति दोषेन उक्तम्। तर्हि घटेन इति पदम् इति वाक्यं श्रुत्वा घटे विद्यमानकरणत्वम् अवबुद्धं, किन्तु किं न अवबुद्धम्? कर्मत्वं न अवबुद्धं, घटे विद्यमानकर्मत्वम्। ओ तदेव अपराभावे। तर्हि घटेन इत्यत्र पदान्तर अभावः नास्ति, पदान्तरमस्ति। पदान्तरमस्ति चेदपि अर्थबोधः न जातः। कः अर्थबोधः न जातः? घटे विद्यमानकर्मत्वस्य अर्थबोधः न जातः, किन्तु करणत्वस्य अर्थबोधः जातः। करणत्वस्य अर्थबोधः तु जातः, किन्तु तद् मम मया न विवक्षितम्। तर्हि शाब्दबोध अजनकत्वम् अत्र घटेन इति श्रुत्वा शाब्द घटेन इति वाक्येन शाब्दबोधः जातः, किन्तु विवक्षित अर्थबोधः न जातः खलु। तर्हि इदानीं वदतु, एतत् सर्वम् अस्माभिः चिन्तितमिति कृत्वा प्रायः इदानीं भवत्या वक्तुं शक्यते, आकाङ्क्षा नाम का? विलक्षणसम्बन्धः अपेक्षितः अत्र। पुनः तदेव वदति, विलक्षणसम्बन्धः नाम किम्? अत्र पितृपत्नीसम्बन्धः वा, नो चेत् किं सम्बन्धः इति वदति चेत् किम्? अत्र सामान्यशब्दं प्रयुज्य वदतु भगिनी। अत्र भवती किं करोति, तत्र शास्त्रीयपदानि प्रयुज्य वदति, तत् त्यजतु। आकाङ्क्षा कुत्र वर्तते? पदयोः मध्ये वर्तते। तर्हि आकाङ्क्षा नाम का? इच्छानुसारणम् अत्र मम विवक्षानुसारणम् अत्र अर्थः जायते वा इति द्रष्टव्यं खलु। उत्तमम्। इदानीं समीचीनतया भवत्या आरब्धम्। विवक्षानुसारम्, इदानीं वदतु अग्रे, विवक्षानुसारं पदयोः मध्ये अर्थं भवति वा? अर्थ अस्तु, मेहुल् महोदय प्रयत्नं करोतु। वक्तुः विवक्षानुसारं, विवक्षानुसारं प्रकृतिप्रत्ययोः मध्ये सम्बन्धः इति। पुनः तत्र प्रकृतिप्रत्ययः इति मा वदतु, इत्युक्ते एतत् सर्वं पारिभाषिकशब्दाः सन्ति खलु। अस्तु, विवक्षानुगुणं पदयोः मध्ये सम्बन्धः अस्ति तदेव आकाङ्क्षा। विवक्षानुगुणं पदयोः सम्बन्धः इति मा वदतु, तत्र अर्थबोधः न जातः। पदानाम् अर्थः इति अस्तु, अहं वदामि, शृण्वन्तु। विवक्षानुसारं, वक्तुः विवक्षानुसारं शाब्दबोधं जातुं यदि पदानां प्रयोगः न क्रियते तदा पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वं जातम्। उदाहरणं घटेन, अत्र घटे विद्यमानकर्मत्वं बोद्धुं मम विवक्षा आसीत्, किन्तु मया किमुक्तं? घटेन इति उक्तम्। तर्हि अत्र यद्यपि पदान्तरम् अस्ति, टा इति पदान्तरम् अस्ति, तथापि शाब्दबोधः न जातः। किमर्थम् इति चेत् विवक्षितशाब्दबोधजनक विवक्षितशाब्दबोधजनकं पदान्तर प्रयोगः मया न कृतः इति कृत्वा तर्हि आकाङ्क्षा नाम का इति चेत् वक्तुः विवक्षानुगुणं यदि पदान्तरं न प्रयुज्यते अथवा एवं वक्तव्यं वक्तुः विवक्षानुगुणं शाब्दबोधं जातुं पदान्तरं यदि प्रयुज्यते तदा पदयोः मध्ये आकाङ्क्षा अस्ति वक्तुः विवक्षानुगुणं शाब्दबोधं प्राप्तुं पदान्तरं यदा प्रयुज्यते तदा पदयोः मध्ये आकाङ्क्षा वर्तते तर्हि आकाङ्क्षा नाम का इति चेत् वक्तुः विवक्षानुगुणं शाब्दबोधं प्राप्तुं पदान्तरप्रयोगः एव आकाङ्क्षा इदानीं पश्यन्तु अत्र अस्मिन् वाक्ये पारिभाषिकशब्दः एकमपि मया न प्रयुक्तं सामान्यशब्देन मया उक्तम् वक्तुः विवक्षानुगुणं शाब्दबोधं प्राप्तुं पदान्तप्रयोगः एव आकाङ्क्षा तर्हि तादृशप्रयोगः यदा मया क्रियते तदा पदयोः पदान्तरयोः मध्ये आकाङ्क्षा वर्तते इति वक्तुं शक्यते उदाहरणं घटम् अत्र मम विवक्षा का घटे कर्मत्वं बोद्धुं मम विवक्षा तर्हि घटम् इति पदं श्रुत्वा अत्र अम् इति पदान्तरे तादृश आकाङ्क्षा अस्ति येन घटे विद्यमानकर्मत्वं यद् मया विवक्षितम् अवबोद्धुं शक्यते तर्हि तादृशपदान्तरं मया प्रयुक्तम् इति कृत्वा अत्र साकाङ्क्षापदार्थः पदान्तरः मया प्रयुक्तः इति कृत्वा घट अपि च अम् अनयोः मध्ये साकाङ्क्षत्वं वर्तते अथवा अम् इति पदे साकाङ्क्षत्वं वर्तते इति वक्तुं शक्यते किं सत्यभाव भगिनी अवबुध्यते किम् आं महोदय परन्तु अविवक्षित अस्ति चेदपि शब्दबोधः जायते खलु अत्र सत्यं किन्तु तदा आकाङ्क्षा नास्ति इति एव वक्तव्यम् ओ तदा आकाङ्क्षा नास्ति आकाङ्क्षा नास्ति यथा घटेन इति अहं वदामि तत्र शब्दबोधः जायते किन्तु अत्र यदि घटे कर्मत्वं मया विवक्षितं किन्तु घटेन इति मया विचारितं यद्यपि भवती तत्र शाब्दबोधः जातः तथापि विवक्षितशाब्दबोधः न जातः इति कृत्वा अत्र शाब्दबोधः न जातः इत्येव वक्तव्यम् तदर्थम् अस्मिन् उदाहरणे पदं नास्ति खलु उदाहरणे इति नास्ति आकाङ्क्षा नास्ति इति व्यतिरेक उदाहरणमत्र घटेन इति उदाहरणम् इदानीम् अवगतम् हा व्यतिरेक उदाहरणमस्ति यत्र आकाङ्क्षा नास्ति तादृश उदाहरणमस्ति घटेन इति तर्हि शाब्दबोधः जातः वा इति चेत् विवक्षित अर्थस्य शाब्दबोधः न जायते चेत् अत्र शाब्दबोधः न जातः एव इति अवगन्तव्यम् सिद्धान्तरीत्या एक एषः मुख्यविषयः अस्ति इत्युक्ते वेदान्तशास्त्रे तत्त्वमसि इति वदति तत्र रामानुजाचार्येण अथवा माध्वेन वा प्रायः रामानुजाचार्येण एव कृतं श्वेतकेतो तत्त्वमसि इति वदति तत्र सन्धिविच्छेदं कृत्वा श्वेतकेतो अतत्त्वमसि इति अपि तत्र सन्धिः विच्छेदं कर्तुं शक्यते. यत् यस्मिन् वाक्ये तत्त्वमसि इति वाक्यमस्ति, महावाक्यमस्ति, तत्र तस्मात् पूर्वं श्वेतकेतो इति ओकारः श्रूयते. तर्हि तत्र अतत्त्वमसि इति अपि सन्धिविच्छेदं भवितुम् अर्हति, योग्यमस्ति, व्याकरणशास्त्रानुसारं योग्यमस्ति. तर्हि तादृशं तेन प्रतिपादितम्. अत्र तत्त्वमसि इति वाक्यं नास्ति, अतत्त्वमसि इति वाक्यम्. तर्हि भवान् यदा कदापि ईश्वरः न भवति, भवान् तु अल्पज्ञः, अल्पशक्तिमान्, अल्पव्यापी, सर्वदा तादृशमेव भवान् भवति. किन्तु ईश्वरः तु तत्पदेन यत् यद् यदुक्तम् ईश्वरः, सः सर्वज्ञः, सर्वव्यापी, सर्वशक्तिमान् अस्ति. भवान् अतत्त्वमसि, यदा कदापि ईश्वरः न भवति. तर्हि मया किं कर्तव्यम्? भवान् तु भृत्यः, ईश्वरः तु स्वामी. तर्हि तत्र नवविधभक्त्या इत्युक्ते अर्चनं, पूजनं, नामोच्चारणम् इत्यादिकं, कीर्तनं, पादसेवनम् इत्यादिकं कृत्वा भगवतः भगवती सन्तोषं जनयत् तत्र सालोक्यं, सामीपं, सायुज्यम् इत्यादिकं भवता प्राप्तव्यम् इति भवति. तर्हि किमर्थम् एतत् मया उक्तम् इति चेत्, तत्त्वमसि इति वाक्यं श्रुत्वा श्रोता एकरीत्या अवगच्छति, अथवा श्वेतकेतोत्त्वमसि तत्त्वमसि इति वाक्यं श्रुत्वा श्रोता कथम् अवगच्छति? अतत्त्वमसि इति अवगच्छति, किन्तु इदानीं शाब्दबोधः जातः वा इति चेत् न जातः. किमर्थम् इति चेत् विवक्षित अर्थबोधः न जातः. तर्हि यत्र विवक्षित अर्थबोधः जायते तदा एव शाब्दबोधः जातः इति अङ्गीकर्तव्यम्. नो चेत् किमर्थं शब्दः मया उच्चारणीयः? वाक्यं किमर्थमहं रचयामि? अन्ये अवगच्छेयुः इति एतदर्थमेव खलु. यदि सः न अवगच्छति अथवा स्वेन अन्यत् किमपि अवगच्छति तदा तत्र शाब्दबोधः जातः वा इति चेत् न जातः इति एव वक्तव्यम्. यथा घटेन इति वाक्यं श्रुत्वा अत्र घटे विद्यमानकरणत्वं भवत्या अवगतं, तर्हि शाब्दबोधः मयि जातः वा इति चेत् न. किमर्थं विवक्षितशाब्दबोधः न जातः? किमर्थं विवक्षितशाब्दबोधः अत्र न जातः इति चेत् घटेन भव अत्र श्रोतरि क्लेशः नास्ति, वक्तरि क्लेशः अस्ति. घटम् इति प्रायः तेन वक्तव्यम् आसीत्, प्रायः नास्ति, घटम् इत्येव वक्तव्यमासीत्, किन्तु घटेन इति दोषेन तेन उच्चारितम्. यद्यपि वक्त्रा दोषः कृतः तथापि वक्तुः विवक्षानुगुणं श्रोतरि ज्ञानं न जातम् इति कृत्वा अत्र शाब्दबोधः न जातः इति एव वक्तव्यम्. बुद्ध्यते खलु? हा महोदय, तद् बुध्यते. विवक्षित अर्थबोधः जायता चेत् एव मयि विद्यमान आकाङ्क्षा पूरिता भवति खलु? न, विवक्षित अर्थबोधः जायते चेत् एव आकाङ्क्षा पूरिता इति न. यथा इदानीं मया प्रतिपादितं श्वेतकेतो तत्त्वमसि इति मया उक्तं, तत्र विवक्षितार्थः कः इति चेत् तत्त्वमसि. किन्तु भवत्या कथं सन्धिविच्छेदं कृतम्? अतत्त्वमसि इति सन्धिविच्छेदं कृत्वा भवती किमपि अवगतवती, तदनन्तरं किमपि न पृच्छति. किमर्थं न पृच्छति? आकाङ्क्षा पूरिता खलु. तर्हि आकाङ्क्षा न पूरिता इति नास्ति, किन्तु विवक्षित अर्थबोधः न जातः. तर्हि तदर्थं गुरुः किं करोति? अस्तु, भवता अवगतं किम्? हा अवगतं, किं वदतु, यथा अहम् इदानीं पृच्छन् अस्मि. सः गुरुः पृच्छति, तर्हि तदनन्तरं शिष्यः वदति अतत्त्वमसि, यदा कदापि अहम् ईश्वरः न भवामि इति मया बुद्धं, भोः भवता किमपि न गतं, शाब्दबोधः न जातः इति गुरुः पुनः वदति. एतादृशं भवता अवगतं चेत् किमर्थं मया न पृष्टं? न, मम आकाङ्क्षा नास्ति, भवतः विवक्षा एतदेव इति मया चिन्तितम्, अतत्त्वमसि इति एव भवान् वक्तुम् इच्छति इति मया चिन्तितम्, अतः मया न पृष्टः. तदर्थं गुरुणा परीक्षा कर्तव्या. अतः एव अस्माकं वर्गे एतादृशशैली, बहुत्र एतादृशशैली नास्ति, इत्युक्ते गुरुः एव सदा वदन् अस्ति. इतोपि एकः प्रश्नः महोदय, वदतु. मूल इदस्ति खलु, मूल बोल्ड् लेटर्स् मध्ये यदर्थमस्ति 313 पेज् मध्ये, तत्र अनुभावकत्वम् इति दत्तमस्ति, परन्तु अत्र तद् नास्ति खलु. अस्तु, तर्हि भवती एव वदतु, पदान्तरव्यतिरेकप्रयुक्त अन्वय अनुभावकत्वम् आकाङ्क्षा इत्यस्य अर्थः कः? पदान्तरव्यतिरेकप्रयुक्त भिन्नपदस्य अभावः इति पदान्तरव्यतिरेकम् इत्युक्ते किं? किं पदान्तरव्यतिरेकम् इत्युक्ते किम्? अन्यपदस्य पदस्य अर्थः कः महोदय, पुनः पृच्छतु. व्यतिरेक इति पदस्य अर्थः कः? अभावः इति उक्तम्. तर्हि पदान्तरव्यतिरेकः इत्युक्ते पदान्तर अभावः इति जातम्. तदनन्तरं प्रयुक्त इत्यस्य प्रयोज्य, प्रयोज्य इत्युक्ते एवं कुर्मः, पदान्तरव्यतिरेकप्रयुक्ता अन्वय अननुभवकत्वम् इति एकं पदं, तत्र तत्र समासः अस्ति खलु, तर्हि तत्र विग्रहवाक्यं वदतु. पदा पदान्तरप्रयुक्त, अत्र पदान्तरे प्रयुक्तम् इति अस्ति, विग्रहवाक्यं वदतु. पदान्तरव्यतिरेकप्रयुक्तम् पदान्तर अभावः तत् प्रयुक्तम्. अत्र उच्चैः चिन्तयतु भगिनि, अत्र कः क्लेशः? भवती मनसि कृपया मा चिन्तयतु, उच्चैः चिन्तयतु. पदान्तर व्यतिरेकः एव, तत्र कथम्? अत्र विग्रहवाक्यं किं? पदान्तरः व्यतिरेकः इति समीचीनं नास्ति. पदान्तरं व्यतिरेकम् इति वक्तव्यं. रमेश् महोदय किञ्चित् सहायं करोतु अत्र. पदान्तरस्य व्यतिरेकः पदान्तव्यतिरेकः इति अहम् उत्तमं, पदान्तरस्य व्यतिरेकः इति षष्ठी तत्पुरुषः इत्युक्ते पदान्तरस्य अभावः, पदान्तर अभावः अथवा पदान्तर पदान्तरस्य व्यतिरेकः पदान्तरव्यतिरेकः. अस्तु, अग्रे. पदान्तव्यतिरेकस्य प्रयुक्तः अत्र षष्ठी न भवति, षष्ठी न भवति, प्रदान्तव्यतिरेकः प्रयुक्तः न, सर्वधारयः अपि न भवति. प्रयुक्तः, प्रयुक्तः इत्युक्ते कः? व्यतिरेकेन प्रयुक्तः, व्यतिरेकेन सत्यं, तृतीया व्यतिरेकेन प्रयुक्तः खलु, प्रयुक्तः इति कर्मणि प्रयोगः, अतः अत्र निजन्तः प्रयोजककर्ता तृतीयायां भवति, पित्रा बालकः विद्यालयं गम्यते खलु, विद्यालयः गम्यते न, विद्यालयं गम्यते, पित्रा बालकः विद्यालयं गम्यते, सारी गम्यते नास्ति, तद् निज निच् गम्यते इत्येव भवति, निजन्तप्रयोगे अपि गम्यते इत्येव भवति। अतः पदान्तरस्य व्यतिरेकः पदान्तव्यतिरेकः पदान्तरव्यतिरेकेण प्रयुक्तः खलु, हा तर्हि पदान्तरव्यतिरेकेण प्रयुक्तः पदान्तरव्यतिरेकप्रयुक्तः। तदनन्तरं तत्र किमस्ति, कुत्र अस्ति पदं महोदय? पदान्तव्यतिरेकप्रयुक्तः अपि इति अस्ति। ओके एकनिमिषं महोदय, तत्र स्थूलाक्षरैः अस्ति खलु, पदान्तव्यतिरेक शब्द प्रतिरेकप्रदः शब्द शब्दबोधजन तद्वत् न न 313 पेज् मध्ये मध्ये स्थूलाक्षरैः प्रथमपदस्य पदान्तरव्यतिरेकप्रयुक्त अन्वय अनुभवक अनुभावकत्वम्। पदान्तव्यतिरेकप्रयुक्त अन्वय कीदृश अन्वय? पदान्तप्रतिरेकप्रयुक्त अन्वय भवति वा? तर्हि तत्र कीदृशसमासः? कर्मधारयः। उत्तमं, पदान्तरव्यतिरेकप्रयुक्तः च असौ अन्वयः च, अत्र प्रयुक्तः कः? अन्वयः खलु, अन्वयः प्रयुक्तः, अतः पदान्तरव्यतिरेकप्रयुक्त अन्वयः। तदनन्तरम् अन्वय आननुभाव तस्य आननुभावकत्वम् तस्य अन्वयस्य अननुभावकत्वम्। उत्तमम्, पदान्तरस्य व्यतिरेकः पदान्तरव्यतिरेकः पदान्तरव्यतिरेकेण प्रयुक्तः पदान्तरव्यतिरेकप्रयुक्तः पदान्तरव्यतिरेकप्रयुक्तः च असौ अन्वयः च पदान्तरव्यतिरेकप्रयुक्तान्वयः पदान्तरव्यतिरेकप्रयुक्त अन्वयस्य अननुभवः अननुभावः पदान्तरव्यतिरेकप्रयुक्त अन्वय अननुभावः तस्य भावः त्वं पदान्तव्यतिरेकप्रयुक्त अन्वय अननुभावकत्वम् एव आकाङ्क्षा एव आकाङ्क्षा हा इति वाक्यस्य अर्थः इति पदस्य अर्थः कः तर्हि इदानीम् पदान्तरव्यतिरेके पदान्तरस्य अभावेन पदान्तस्य अभावेन युक्तः तर्हि पदान्तस्य अभावः न भवेत् तेन प्रयुक्तः अन्वयस्य अननुभावकः तादृश अन्वयस्य अननुभावकत्वम् एव आकाङ्क्षा इति, परन्तु तद् न समीचीनं स्वशब्दैः वदतु। पदान्तरस्य अभावः अभावेन प्रयुक्तः यत् अन्वयः अस्ति तस्य अननुभावकत्वम् एव आकाङ्क्षा इति पदस्य भवता उक्तं, तत् विग्रहवाक्यं पुनः उक्तं, तर्हि इदानीं स्वशब्दैः वदतु अस्य अर्थः कः, तर्हि अननुभावकत्वं कुत्र अस्ति? इदानीं घटेन इति दोषेन मया उक्तं, मम आशयः अस्ति घटम् इति वक्तुं, घटे कर्मत्वं बोद्धुं मम आशयः अस्ति, किन्तु घटेन इति मया दोषेन उक्तं, तर्हि इदानीम् अननुभावकत्वं कुत्र अस्ति? अननुभावकत्वं श्रो थ्रू अस्ति इति अहं न न श्रोतरी न भवति खलु श्रोतरी न श्रोता तु आत्मा पदे पदे एव भवति खलु पदस्य इति अत्र अत्र घटेन इति वाक्ये पदद्वयमस्ति तर्हि अननुभावकत्वं कुत्र अस्ति घटे अस्ति उत्तमं घटे अस्ति ते घटेन यत् टाप्रत्यय अस्ति तस्मिन् अस्ति वा न न घटे अस्ति टाप्रत्यये नास्ति टाप्रत्ययः तु पदान्तरमस्ति घटस्य पदस्य अन्तरम् अनन्तरं टाप्रत्ययः अस्ति खलु तर्हि पदान्तरव्यतिरेकप्रयुक्त अन्वय अननुभावकत्वं कुत्र अस्ति इति चेत् घटे अस्ति तर्हि आकाङ्क्षा घटे वर्तते आकाङ्क्षा घटे वर्तते का आकाङ्क्षा कर्मत्वं वक्तव्यम् इति आकाङ्क्षा घटे वर्तते यदि घट इति तावदेव अहं वदामि तदा अर्थबोधः न जायते शाब्दबोधः विवक्षित अर्थबोधः न जायते यावत्पर्यन्तम् अम् इति न वदामि तावत्पर्यन्तम् अर्थबोधः न जायते किमर्थं न जायते आकाङ्क्षा न पूरिता कुत्र वर्तते आकाङ्क्षा घटे घट इति पदे आकाङ्क्षा वर्तते यावत्पर्यन्तम् अत्र अम् इति न वदामि तावत्पर्यन्तं कर्मत्वं घटे विद्यमानकर्मत्वं यद्मया विवक्षितं तस्य शाब्दबोधः न जायते तर्हि किं वक्तव्यं यदि किमपि पदान्तरं मया वक्तुं शक्यते वा घटेन इत्यत्र ता मया उक्तं तथापि कर्मत्वं कर्मत्वस्य शाब्दबोधः न जातः तर्हि यावत्पर्यन्तं अम् इति पदं न वदामि तावत्पर्यन्तम् आकाङ्क्षा न पूरिता इति कृत्वा घट इति पदे आकाङ्क्षा वर्तते सा आकाङ्क्षा का इति चेत् पदान्तरव्यतिरेकप्रयुक्त अन्वय अननुभावकत्वम् अनुभवः न जातः अनुभवः न जातः इत्युक्ते किम् आकाङ्क्षा न पूरिता इति एव अर्थः आकाङ्क्षा न पूरिता यावत्पर्यन्तम् अम् इति पदं न वदामि तावत्पर्यन्तं वक्तुः विवक्षा का कर्मत्वं घटे विद्यमानकर्मत्वं बोद्धुं विवक्षा सा विवक्षा न पूरिता इति कृत्वा आकाङ्क्षा न पूरिता आकाङ्क्षा तिष्ठति तावत्पर्यन्तं यदा अम् इति पदम् अहं वदामि तदा घटे विद्यमान आकाङ्क्षा अपगता इति अर्थः तादृशं मूले तेन उक्तम् सत्यभाव भगिनी अवगच्छति किम् आं महोदय अहं पुनः रेकार्डिङ्ग् श्रुत्वा सन्देहः अस्ति चेत् श्वः लिखतु अत्र किं करोतु भवती रेकार्डिङ्ग् श्रुत्वा अन्ततो गत्वा इदानीं किञ्चिदिप परिष्कृतं तत्र आकाङ्क्षा कुत्र वर्तते चेत् पदयोः वर्तते इति उक्तं खलु तदपि इदानीं परिष्कृतम् पदयोः नास्ति पदे वर्तते आकाङ्क्षा पदे वर्तते किम् अपेक्षते आकाङ्क्षा पदे वर्तते तर्हि घट इति पदं किं पदम् अपेक्षते इति चेत् अम् इति पदम् अपेक्षते कर्मत्वं बोद्धुं घट इति पदम् अम् इति पदम् अपेक्षते यावत्पर्यन्तम् अम् इति पदं न उच्चार्यते तावत्पर्यन्तं घटे विद्यमान आकाङ्क्षा न अपगच्छति तत्र घटेन इत्यत्र ता इति पदं यदि अहम् उच्चारयामि तथापि आकाङ्क्षा न अपगच्छति कर्मत्वं बोद्धुं केवलम् अम् इति एकमेव पदम् अम् इति पदे एव कर्मत्वं बोद्धुं शक्तिः अस्ति इति कृत्वा यावत्पर्यन्तम् अम् इति पदं न वदामि तावत्पर्यन्तं घटे विद्यमान आकाङ्क्षा न पूरिता तर्हि न पूरिता चेत् कारणं नास्ति तर्हि सामग्री नास्ति अतः शाब्दबोधः न जायते इति अवगन्तव्यम् अत्र इतोपि एकः सन्देहः इदानीं तावत्पर्यन्तम् अं पदं मया न श्रूयते चेत् श्रूयते तावत्पर्यन्तं मम मयि कर्मत्वं घटे अस्ति इति बोधः न उत्पद्यते अतः घटे एव आकाङ्क्षा खलु घटपदे उत्तमं सत्यं घटे एव आकाङ्क्षा अतः किञ्चित् परिष्कृतं पदयोः मध्ये आकाङ्क्षा इति यद्मया उक्तं तस्य परिष्कारः कृतः इदानीं घटे एव आकाङ्क्षा वर्तते इदानीं साकाङ्क्षत्वं कुत्र वर्तते घटे वर्तते अतः पश्यतु अतः अनयोः प्रकृतिप्रत्ययोः मध्ये अपर अभावे सति अन्येन बोध अजननात् साकाङ्क्षत्वम् अस्तु अत्र अस्मिन् वाक्ये कथं लिखितम् इति चेत् केवलं घटे एव आकाङ्क्षा इति नास्ति यदि अम् इति कोऽपि उच्चारयति केवलम् अम् इति उच्चारयति किन्तु घटम् इति तत् घट इति तस्मात् पूर्वं न उच्चारयति चेत् इदानीम् आकाङ्क्षा कुत्र वर्तते अम् इति पदे वर्तते अम् इति पदे वर्तते अम् इति पदे वर्तते सा आकाङ्क्षा यावत्पर्यन्तं घट इति अधिकरणं न वदामः तावत्पर्यन्तं न पूरिता भवति इति कृत्वा आकाङ्क्षत्वं साकाङ्क्षत्वम् उभयोः पदयोः उभयोः पदयोः वर्तते किन्तु उभयोः पदयोः मध्ये वर्तते इति न वक्तव्यम् घट इति पदम् अम् पदम् आकाङ्क्षते एवम् अम् इति पदमपि घट इति आश्रयम् आकाङ्क्षते आश्रयः आकाङ्क्षते तर्हि सा आकाङ्क्षत्वम् उभयोः पदयोः वर्तते किन्तु उभयोः पदयोः मध्ये साकाङ्क्षत्वम् इति आकाङ्क्षा इति न वक्तव्यम् इतोपि किञ्चित् परिष्कृतम् आं महोदय एतदेव पूर्वं महोदयेन सम्बन्धिनौ इति स्वीकृत्य उक्तं खलु सत्यम् इत्युक्ते अत्र ईश्वरः इति यद् यद् उदाहरणं मया उक्तम् ईश्वरः इति वदामश्चेत् कः इति आकाङ्क्षा अस्ति तर्हि आकाङ्क्षा इदानीं कुत्र वर्तते ईश्वरे ईश्वरः इति पदे वर्तते आकाङ्क्षा रामः सिंहः इति कोऽपि वदति अस्तु इदानीं सिंहः ईश्वरः इति अवबुद्धं किन्तु इदानीमपि आकाङ्क्षा पूरिता वा इति चेत् इदानीमपि ईश्वरे ईश्वर इति पदे विद्यमान आकाङ्क्षा न पूरिता किमर्थं कस्य इति प्रश्नः इदानीमपि अस्ति तर्हि यावत्पर्यन्तं कस्य अथवा केषाम् इति न वदामि तावत्पर्यन्तं ईश्वरः इति पदे विद्यमान आकाङ्क्षा न पूरिता तर्हि प्राणिनाम् इति चेत् इदानीमपि ईश्वरे इति पदे विद्यमान आकाङ्क्षा न पूरिता किमर्थमिति इदानीमपि मम मनसि सन्देहः अस्ति मम गृहे गौः अस्ति तस्यापि ईश्वरः सिंहः किम् इति चेत् न तर्हि वने उष्यमानानां प्राणिनाम् ईश्वरः सिंहः इति वदति चेत् इतोपि प्रश्नः उदेति किं कस्यापि मनसि न जायते किन्तु यदा मया ईश्वरः इति केवलम् एकमेव पदमुक्तम् अथवा पदद्वयम् अत्र सु इति प्रत्ययं योजयामश्चेत् उक्तं मम विवक्षितार्थः कः इति चेत् एतदेव किन्तु तत्र सम्पूर्णरीत्या मया न उच्चारितम् केवलम् ईश्वरः इति मया उच्चारितं तर्हि श्रोता किं करोति तत्र नमस्कारं करोति भोः किमर्थं नमस्कारं करोति भवता उक्तं खलु ईश्वरः इति तर्हि ईश्वरम् अहं नमस्करोमि न न अत्र ईश्वरः इत्युक्ते रामः वा कृष्णः वा मया नवेक्षितं सिंहः मया अपेक्षितम् ओहो अस्तु तर्हि सिंहः ईश्वरः किम् आम् कस्य एतावत्पर्यन्तं मया न श्रुतम् अहं तु ईश्वरः इत्युक्ते रामः कृष्णः इति शिवः इति एतान् देवानेव मया श्रुतं भवान् तु इदानीम् अत्र अन्यत् किमपि वदति तर्हि कस्य अथवा केषाम् इति प्रश्नः ततोपि उपरि मम गृहे उष्यमान गौः अपि ईश्वरः सिंहः किं न वने तर्हि सम्पूर्णं मया यदा उच्चार्यते सम्पूर्णवाक्यं यथा विवक्षितं तथा अवगन्तुं यानि पदानि अपेक्षितानि तानि सर्वाणि यावत्पर्यन्तं न मया न उच्यते तावत्पर्यन्तम् ईश्वर इति पदे विद्यमान आकाङ्क्षा न पूरिता. आकाङ्क्षा वर्तते एव, तर्हि शाब्दबोधः न जायते एव. अस्तु, अग्रे गच्छेम. तर्हि स्वामिमहोदय पठति वा अव्यवहित महोदय? एकः प्रश्नः, लक्षणवाक्यम् आकाङ्क्षायाः लक्षणवाक्यं यदस्ति तत्र एतत् रीत्या वक्तुं शक्नुमः वा, तत्र पदस्य पदान्तरप्रयुक्त अन्वय अनुभव अनुभावकत्वम् आकाङ्क्षा इति? पदस्य पदस्य पदान्तरप्रयुक्त अन्वय अनुभाव पदान्तरप्रयुक्त नास्ति. ओ, पदान्तर व्यतिरेक इति पदं त्यजति वा? हा, तदेव अत्र अनुभव अननुभव इति अपि अस्ति खलु, तर्हि तस्मिन् अनुभव अनुभाव इति वदेम, तर्हि पदान् इत्युक्ते पदस्य पदान्तर प्रयुक्त, तर्हि अन्यत् पदमपि अस्ति परन्तु अन्वय अनुभावकत्वं न तु अननुभावकत्वम्. हा, इति वदति चेत् किञ्चित् क्लेशः भवति. समीचीनचिन्तनम्. अत्र अभावद्वयं, व्यतिरेक इत्यनेन अभावः, अननु इत्यत्रापि अभावः. तर्हि अभावद्वयं निवारयामश्चेत् तर्हि अर्थः भवति वा इति चेत् न भवति, न भवति. अत्र अन्यद् उदाहरणं वदामि. अत्र अत्र अभावः कः? अत्र पदान्तरव्यतिरेकः इत्यत्र कस्य अभावः? अन्यत् पदस्य अभावः. हा, पदान्तरस्य अभावः खलु, पदान्तरस्य, सत्यं. तदनन्तरम् अननुभावकत्वम् इत्यत्र कस्य अभावः? अनुभवस्य अभावः. कस्य अनुभवस्य अभावः? अन्वयस्य अनुभवस्य अभावः. हा, तर्हि इदानीं पश्यतु, प्रथम अभावः पदान्तरस्य अभावः, द्वितीय अभावः अन्वयस्य अनुभवस्य अभावः. तर्हि अत्र अस्तु, वयमेव एतद्वाक्यं रचयामः. अत्र रामस्य अभावः, रामाभावः इति स्वीकुर्मः. रामस्य अभावः, राम अभावेन कः अनुभवस्य कस्य अनुभवस्य अभावः जातः? राम न न, अत्र भिन्न उदाहरणम् अहं चिन्तयन् अस्मि. रामस्य अभावः, राम अभावः, राम अभावेन प्रयुक्तः अनुभवः कः? सीता दुःखम् अनुभवति इति चिन्तयतु. सीता दुःखम् अनुभवति किमर्थम्? रामस्य अभावेन सः दुःखम् अनुभवति इति, सा दुःखम् अनुभवति इति कृत्वा इदानीं सीतया अनुभूयमानदुःखं रामस्य अभावेन प्रयुक्तमस्ति खलु? हा, तर्हि राम अभावप्रयुक्तदुःखं, राम अभावप्रयुक्तदुःखं, दुःखस्य अननुभावः, दुःखस्य अननुभावः. यदि इदानीं रामस्य अभावेन प्रयुक्तदुःखस्य अननुभावकत्वं सीते अस्ति वा, सीतायाम् अस्ति वा, अनुभावकत्वं सीतायाम् अस्ति वा? पूर्वं यदुक्तं तदस्ति, सीता सीते सीतायां. हा, रामस्य अभावेन प्रयुक्तं दुःखं तस्य अनुभवः सीतायाम् अस्ति, तस्मिन् नास्ति, रावणे नास्ति. तर्हि राम अभावप्रयुक्तदुःख अननुभावकत्वं कुत्र अस्ति? रावणे अस्ति. तर्हि इदानीम् अत्र अभावद्वयं निष्कासयामः. राम अभावः इत्यत्र राम रामप्रयुक्त दुःख अनुभावकत्वम् अत्र सीतायाम् अस्ति वा रावणे अस्ति वा उभयत्र नास्ति वा रामप्रयुक्त रामप्रयुक्तदुःखम् रामप्रयुक्तदुःखस्य अनुभवः केवलं रावणे एव अस्ति सीतायां नास्ति न रावणे अपि नास्ति खलु रामप्रयुक्तदुःखं रावणे नास्ति सत्यं रावणे नास्ति रावणे किमस्ति राम अभावप्रयुक्तदुःखस्य अननुभावः अस्ति यावत्पर्यन्तं रामः रावणं पीडां न करोति तावत्पर्यन्तं रामप्रयुक्तदुःखं दुःखस्य अनुभवः रावणे नास्ति इति कृत्वा उभयमपि समानं नास्ति भिन्न अभावः सन्ति अतः द्वयमपि त्यक्त्वा समीचीनतया तर्हि यदि एकस्य अभावः पुनः तस्य अभावः तस्यैव अभावः उक्तं चेत् तत्र अभावद्वयं निष्कासयित्वा वक्तुं शक्यते किन्तु अत्र प्रथम अभावः पदान्तरव्यतिरेक पदान्तरस्य अभावः अपि च अनुभावकत्वम् इत्युक्ते अनुभवस्य अभावः रामस्य अभावस्य रामस्य अभावेन प्रयुक्तं दुःखस्य अनुभवं सीतायां वर्तते रावणे न वर्तते तर्हि अननुभावकत्वं रावणे अस्ति इति कृत्वा यथा भवता उक्तं तथा न वक्तुं शक्यते यद्यपि अभावद्वयमस्ति कस्य अभावः यदि कस्य अभावः इत्यस्य उत्तरं समान अधिकरणं भवति उभयत्र तदा निष्कासयितुं शक्यते नो चेत् न महोदय भूदले घटः इति स्वीकृत्य परिशीलयामः हा परिशीलयतु भूतले घटः इदानीं पदान्तरव्यतिरेक इत्युक्ते पदस्य भूतलस्य पदान्तरव्यतिरेक खड अभावः अभावेन प्रयुक्त एकनिमिषं क्रमेण चिन्तयतु अत्र कुतः आरभ्यति पदस्य इति आरम्भं करोति वा पदस्य पदस्य इत्युक्ते तत् भूतलं भूतले घटः इति अस्ति अत्र पदस्य पदान्तरव्यतिरेकप्रयुक्त अन्वय अनुभावकत्वम् आकाङ्क्षा इत्यत्र आकाङ्क्षा तस्य आकाङ्क्षा अभाव पदान्तरव्यतिरेक पद अभावस्य न मम प्रश्नं श्रुत्वा उत्तरं वदतु पदस्य पदान्तरव्यतिरेकप्रयुक्त अन्वय अननुभावकत्वम् आकाङ्क्षा तर्हि आकाङ्क्षा नाम का इति चेत् अननुभावकत्वं किन्तु आकाङ्क्षा कस्य इति प्रश्नः पदस्य तर्हि आकाङ्क्षा पदस्य एव खलु अस्तु तर्हि इदानीं वदतु भूतले घटः किं वक्तुम् इच्छति इदानीं घट अभावः वक्तव्यम् भूतले घट अभावः वक्तुमिच्छति वा भूतलम् इति एव वदामः चेत् तत्र भूतले घटः इति न ज्ञातुं शक्यते खलु अतः घट अभाव इदानीम् अनुभवः वक्तव्यः तादृश उदाहरणं स्वीकर्तव्यं यथा मया प्रतिपादितं तादृश उदाहरणं स्वीकर्तव्यं भूतले घटः इति उदाहरणं समीचीनं नास्ति अस्य परिशीलनार्थं किमर्थमित्युक्ते अनुभवः अननुभावकत्वम् अनुभवस्य अभावः कुत्रचित् भवेत् खलु सः कः अत्र भूतले घटः इत्यत्र अननुभावकत्वं कुत्र घटे वा भूतले वा भूतले भवितुम् अर्हति अस्ति भूतले घटस्य अभावः भूतले घटस्य अभावः तर्हि भूतलमेव अनुभूयते वा? घट अभावं भूतलम् अनुभूयते, तर्हि भूतले घट अभावस्य अनुभवः अस्ति अथवा घट अननुभावकत्वं भूतले अस्ति खलु? घट अननुभावकत्वं भूतले अस्ति, घटस्य अननुभावकत्वं भूतले अस्ति, भूतलमेव अनुभवति, किन्तु स च अननुभवः केन प्रयुक्तम्? घटेन प्रयुक्तं, घट अभावेन उभयमपि अत्र भवती सर्वदा किं करोति, घटम् इति वदति घट अभावः, क्षम्यतां घट अभावेन, यतोहि अत्र पदान्तरव्यतिरेक इति दत्तमस्ति खलु? न इदानीं भूतलं किम् अनुभवति, भूतले अननुभावकत्वमस्ति, कस्य अननुभावकत्वं? घट अभावस्य अननुभावकत्वमस्ति भूतले, स च घट अननुभावकत्वस्य घटस्य अभावः, घट अभाव घट अभावस्य अनुभावकत्वं भूतले, अननुभावकत्वं नास्ति, घटस्य अननुभावकत्वं भूतले खलु? घटस्य पदस्याद् भवती किं करोतु भगिनि, एवं लिखतु, भवत्याः चिन्तनं समीचीनं, किन्तु घटाभावः भूतले इत्यत्र न भवति, किन्तु किं करोतु, एवं लिखतु इदानीं, अस्तु वदतु वदतु इदानीम् इतोपि एकः अंशः अहं वदामि महोदय, पदस्य इत्यनेन पदस्य पदान्तरव्यतिरेक पदस्य इत्युक्ते घटस्य इति वक्तव्यं वक्तुं शक्यते चेत् तस्य अनुभावकत्वं भूतले अस्ति, अत्र प्रयुक्तम् इति वक्तव्यं, प्रयुक्तम् इति वदामः चेत् घट अभावस्य इति वक्तव्यम् अत्र, तर्हि वदतु तत् कथम् इति एव परिशीलयामः इति मम, तर्हि अत्र लेखनीयं, भवत्या लेखनीयं लिखित्वा पश्यतु, पश्यामि तदा अर्थबोधः जायते, तर्हि पदस्य पदान्तरव्यतिरेकप्रयुक्त अन्वय अननुभावकत्वम् आकाङ्क्षा इत्यत्र यत् यद् उदाहरणं मया उक्तं तत्र राम अभावप्रयुक्त दुःख राम अभावेन प्रयुक्तं दुःखं तस्य दुःखस्य अनुभवः सीतायाम् अस्ति, तर्हि तत्र पदस्य इत्यस्मिन् स्थाने तत्र सीता सीतायाः अस्ति इति वक्तव्यम् भवतु, भवन्तः चिन्तयन्तु यत् एतादृशम् उदाहरणं स्वीकृत्य चिन्तयितुं शक्यते, किन्तु निगमनं किम् इति चेत् पदस्य तर्हि घटे विद्यमान आकाङ्क्षा, घटे एव आकाङ्क्षा वर्तते अथवा घटस्य एव आकाङ्क्षा अस्य अस्ति अस्मिन् वा, घटस्य आकाङ्क्षा न पूरिता यावत्पर्यन्तं पदान्तरव्यतिरेकप्रयुक्त अन्वय अननुभावकत्वं यावत्पर्यन्तं वर्तते तावत्पर्यन्तं घटस्य आकाङ्क्षा न पूरिता, कदा पूरिता भवति, यदा अम् इति पदम् अहं वदामि तदा घटस्य पदान्तरव्यतिरिक्त अम् इति पद अभावप्रयुक्त अन्वय अननुभावकत्वं नास्ति, किन्तु टा इति वदामि चेत् तत्र इदानीमपि अननुभावकत्वम् अस्ति एव इति कृत्वा घटस्य आकाङ्क्षा न पूरिता, अम् इति एकमेव पदम् उचितम्, यावत्पर्यन्तं तदहं न वदामि तावत्पर्यन्तम् अत्र आकाङ्क्षा न पूरिता. तर्हि अस्तु, निगमनात् पूर्वम् अत्र केवलम् एकं वाक्यं वदामि. आकाङ्क्षा कुत्र वर्तते इति चेत्, यथा मया प्रतिपादितं तत्र श्रोतरी वर्तते इति अवगन्तुं शक्नुमः. किन्तु अत्र किं कृतम्? आकाङ्क्षा श्रोतरी नास्ति, आकाङ्क्षा पदे अस्ति, न तु श्रोतरी. पदे विद्यमान आकाङ्क्षा उचितपदान्तरेण पूरिता भवति चेत् श्रोतरी शाब्दबोधः जायत्येव. अत्र किमर्थं पदे आकाङ्क्षा स्थापितं श्रोतरी न स्थापितम् इति चेत्, श्रोतरी अन्यानि बहु अन्याः बहु बहवः क्लेशाः भवितुमर्हति. अत्र पदज्ञानं नास्ति चेत् अपि शाब्दबोधः न जायते. श्रोतरी पदज्ञानस्य पदज्ञानं न भवितुमर्हति अथवा यत्किमपि भवितुमर्हति इति कृत्वा अत्र पदे आकाङ्क्षा स्थापिता, न तु श्रोतरि. यद्यपि श्रोता एव पृच्छति, तथापि आकाङ्क्षा कुत्र वर्तते इति चेत् पदे वर्तते इति उक्तम्. किमर्थं श्रोतरि न उक्तम् इति चेत्, श्रोतरी पदज्ञानम् अपि न भवितुमर्हति. पदज्ञानं नास्ति चेदपि शब्दबोधः न जायते. तत्रापि पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोधजनकत्वं भवितुमर्हति यदि श्रोतरि स्थापयामः. अतः पदे स्थापितमस्ति आकाङ्क्षा. अस्तु, अतः एव मूले पदस्य आकाङ्क्षा इति उक्तम्. श्रोतुः आकाङ्क्षा इति न उक्तं, पदस्य आकाङ्क्षा. किमधीना अस्ति सा आकाङ्क्षा इति चेत्, पदान्तरव्यतिरेकप्रयुक्तान्वय अननुभावकत्वम् अननुभावकत्वमेव आकाङ्क्षा इति उक्तम्. अस्तु, अत्र स्थगयेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.